सर्वेभ्यो नमः. गतवर्गे वयं च इति यत् इति तस्य विषये वयं चर्चां कृतवन्तः, तत्र अभ्यासं कृतवन्तः, अपि तत् किञ्चित् अतीतवन्तः इति मन्ये. अपि चतुर्थी विभक्ति इति विषयः अपि आरम्भं कृतः, सः एव अस्मिन् वर्गे प्रवर्तमानः विषयः अस्ति. चतुर्थी विभक्ति रूपं दृष्टवन्तः गतवर्गे, किन्तु तस्य प्रयोगः कुत्र कुत्र तस्य प्रयोगः भवति इति एतावत् न ज्ञातवन्तः. इदानीं तत्र पुनस्मरणरूपेण तत्र किञ्चित् अभ्यासं कृत्वा चतुर्थी विभक्तेः प्रयोगः कुत्र भवति इति चर्चां कुर्मः. अस्तु, तर्हि तत्र पुटसङ्ख्या 148 मध्ये तत्र चतुर्थी विभक्तिरूपाणि दत्तानि सन्ति. तत्र एकवारं तत् पश्यामः. तत्र अकारान्तपुल्लिङ्गे इति तादृशरूपमस्ति. तत्र केवलम् एकवारं पश्यामः तस्य तत्र किम् अस्ति इति. तत्र हा अस्तु, शैलजा भगिनी, तत्र अकारान्तपुल्लिङ्ग योदः इति शब्दः अस्ति. तत्र प्रथमाविभक्तिरूपमपि चतुर्थीविभक्तिरूपम् एकवारं पठति वा? योधः, योधौ, योधाः चतुर्थीविभक्तिरूपाणि योधाय, योधाभ्यां, योधेभ्यः. हा इति अस्ति. अस्तु, समीचीनं, धन्यवादः भगिनी. अस्तु, इदानीं गीताञ्जलि भगिनी, बालकः अस्ति चेत् किं भवति? प्रथमविभक्तिरूपम् अपि चतुर्थीविभक्तिरूपम्? आं महोदय, प्रथमविभक्तिरूपाणि बालकः, बालकयोः, केवलं प्रथमविभक्ति बालकौ, बालकौ, बालकाः, चतुर्थी बालकाय, बालकाभ्यां, बालकेभ्यः. हा इति भवति, समीचीनं. हा, बालचितनी महोदय, सुप्रभातम्. महोदय, क्षम्यतां महोदय. हा, चिन्ता मास्तु. हा, नमस्कारः महोदय. हा, अस्तु. हा, इदानीम् अरुणा भगिनी, तत्र हा, शुकः, शुकः, शुकौ, शुकाः, शुकया, न न, तत्र कोष्टकं पश्यतु भगिनि, पुटसङ्ख्या 148 मध्ये योधाय इति अस्ति. शुकः अस्ति चेत् शुकाय, शुकाय, शुकाय, रामाय, नारायणाय, शुकाय, शुकाय, शुकाभ्यां, शुकेभ्यः. रघुपतिमहोदय नमस्कारः. हा, समीचीनमस्ति भगिनि. अस्तु, बानचेतनी महोदय, इदानीं मयूरः इति, तत्र प्रथमविभक्तिरूपम् अपि चतुर्थीविभक्तिरूपम्? महोदय, पुनरेकवारं वदतु, प्रथमा अपि चतुर्थी अपि? हा, एकवचने, द्विवचने, बहुवचने. मयूरः, मयूरः, मयूरौ, मयूराः, मयूराय, मयूराभ्यां, मयूरेभ्यः. हा, समीचीनं महोदय. हा, रघुपति महोदय नमस्कारः. नमस्कारः महोदय. हा, सुप्रभातं महोदय. हा, तत्र गजः इति. हा, चिन्ता मास्तु. हा, गजः च प्रथमविभक्ति, चतुर्थीविभक्ति. गजः, गजौ, गजाः, गजाय, गजा, गजाभ्यां, गजे, गजेभ्यः. हा इति अस्ति, समीचीनं. हा, अस्तु, इदानीं तत्र आकारान्तस्त्रीलिङ्गपदं पश्यामः. तत्र गीताञ्जलि भगिनी तत्र पठति वा? तत्र वीणा अथवा देवता इति अस्ति तत्र. महोदय, देवता, देवते, देवताः, अपि च चतुर्थी विभक्तिरूपाणि देवतायै, देवताभ्यां, देवताभ्यः. हा, ताभ्यः इति भवति पुल्लिङ्गे, तेभ्यः अत्र, किन्तु स्त्रीलिङ्गे ताभ्यः, ताभ्यः. द्विवचने तु सर्वत्र ताभ्यां भ्याम् इति सर्वदा हा, किन्तु अत्र देवाय देवतायै इति ऐकारः अस्ति, पुल्लिङ्गे यकारः एव, रामाय कृष्णाय इति भवति। हा समीचीनं भगिनि, अस्तु इदानीम् अरुणा भगिनि, तत्र बालिका इति, बालिका इति देवता इति गीताञ्जलि भगिनी उक्तवती, इदानीं बालिका अस्ति चेत् किं भवति? बालिका, बालिके, बालिकाः, बालिकायै, बालिकाभ्यां, बालिकाभ्यः, बालिकाभ्यः। समीचीनं भगिनि। हा शैलजा भगिनि, इदानीं मालिका, माला अस्ति चेत् माला, माला, माले, मालाः, मालायै, मालाभ्यां, मालाभ्यः, मालाभ्यः। समीचीनं भगिनि। हा भानुचेतनी महोदय, इदानीं किम् अध्यापिका, अध्यापिका, अध्यापिके, अध्यापिकाः, अध्यापिकायै, अध्यापिका, अध्यापिकाभ्याम्, अध्यापिकाभ्यः, अध्यापिकाभ्यः। समीचीनं। हा अस्तु रघुपति महोदय, तत्र गोशाला, गोशाला, गोशाले, गोशालाः, गोशालै, गोशालै, गोशालायै, गोशालायै, गोशालाभ्यां, गोशालाभ्यः। हा समीचीनम्। अस्तु इदानीं केवलम् इका ईकारान्त स्त्रीलिङ्गं कुर्मः, तत्र अरुण भगिनी, तत्र किं ब्राह्मी इति दत्तमस्ति, तत् एकवारं पठति वा रूपम्? मम समीपे पुस्तकं नास्ति महोदय। नास्ति वा? अस्तु अस्तु अस्तु अस्तु अस्तु 148, तत्र पुस्तकं नास्ति चेत् तत्र ईमेल् द्वारा तत्र स्मरणपत्रे लिङ्क् तु अस्ति, तद् दृष्ट्वा गीतासोपने आन्लैन् अपि द्रष्टुं शक्यते। अत्र न पश्यामि, गीतासोपने, गीतासोपने प्रथमभागः एव, हा तदेव, तदेव कुर्मः, तत्र प्रथमभागः एव कुर्मः इदानीम्। अत्र अहं न पश्यामि, अवधेयम् इति मध्यभागे अस्ति रक्तवर्णे, पिङ्क् कलर् टेबल्, पेज् 148 तु पश्यति खलु भगिनि? हा अस्तु, तत्र मध्ये अवधेयम् इति अस्ति खलु, तत्र अभ्यासस्य पूर्वम्? अहं न पश्यामि किम् अस्ति पुटसङ्ख्या 148 मध्ये किम् अस्ति। ओके ओके, क्षम्यतां क्षम्यतां। नमस्ते महोदय, ब्राह्मी, ब्राह्मी, शीतल भगिनी नमस्कारः। हा अरुण भगिनी वदतु, ब्राह्मी, ब्राह्मी, ब्राह्म्यौ, ब्राह्म्यः, ब्राह्मै, ब्राह्म्यै, ब्राह्म्यै, ब्राह्म्यै, ब्राह्मीभ्यां, ब्राह्मीभ्यः। हा अस्तु भगिनि। हा तत्र केवलम् अभ्यासार्थं नदी इति रूपं तद्दृष्ट्वा नदी इति रूपं वदतु भगिनि, सुलभं भवति। नदी, नद्यौ, नद्याः, नद्यः, नद्याः, नद्यः, नद्यः, नद्यै, नद्या, नदीभ्यां, नदीभ्यः। हा नद्यै, नदीभ्यां, नदीभ्यः। समीचीनं भगिनि। हा समीचीनं महोदय। उच्चारणप्रश्नः, ब्रह्मा इति यतोपि ब्राह्मा इति लेखनम् अस्ति, परन्तु उच्चारणं ब्रह्मा एव वदामि। नियमः अस्ति भगिनि, तत्र प्रथमतया मकारः एव, तदनन्तरं हकारः, ब्रह्म इति एव भवति। ब्राह्मी अपि तादृशं वा? तादृशम् एव। हा तत्र नियमः अस्ति, रघुपतिमहोदय जानाति, सम्यक्तया जानाति, सः एकवारं मह्यं प्रेषितवान्। रघुपतिमहोदय जान स्मरति वा? हा महोदय, यत्र मकार, यत्र अनुनासिक अस्ति तत्र हकारः प्रथमं, तदनन्तरं हकारनन्तरं करणीयम् इति। हकारम् अनन्तरं अस्तु अनन्तरं यद्यपि लेखने प्रथमं भवति उरस्य स्थाने इति दत्तमस्ति पाणिनेश्य लेखन सूत्रमस्ति तत्र भवान् प्रेषितवान् सत्यं महोदय अहं स्मरामि भवान् प्रेषितवान् इति किन्तु अनुनासिक इति अपि स्मृतवान् किन्तु तथापि तत्र बहु अन्यानि ओपिनियन् सन्ति किन्तु अहं तु एतत् हकारनन्तरं हकार न महोदय रघुपति महोदय तत्र वह्निः तत्र व्याकरणं शिक्षा तु भिन्नः अस्ति किञ्चित् तत्र यद्यपि लेखितुम् इच्छति चेत् तथैव लेखितव्यं तत्र प्रथमतः हकारः तदनन्तरम् अनुनासिकः किन्तु यदा उच्चारणं कुर्मः तदा वयं तस्य उच्चारणं तु प्रथम अनुनासिक तदनन्तरं हकारं कुर्मः अत्र तु ब्राह्मी एव भवति ब्रह्मा इति भवति शैलजाभगिनी उत्तरं प्राप्तं वा आम् आम् महोदय धन्यवादः अस्तु केवलम् अनुनासिक हकारनन्तरम् अनुनासिक अस्ति चेत् अस्तु समीचीनं सर्वे व्यञ्जनानि नास्ति केवलम् अनुनासिक एव वकार नास्ति महोदय तत्र जान्हवीकारः जान्हवी वकारः तु नकारः तु एतदेव अनुनासिक एव नकारः तदनन्तरं अनुनासिक नकारः अनुनासिक तप्तावर्गे पञ्चमवर्गः अतः अनुनासिक हकार नकार वकार अतः जान्हवी जान्हवी अस्तु किन्तु महोदय पाठभेदः अस्ति इत्युक्ते उत्तरभारते तु हकारः शुक्लयजुर्वेदीयः तु तथैव वदन्ति किन्तु अत्र तु एतदेव मया श्रुतं तत्र आं महोदय कृष्णयजुर्वेदपाठं तु तथैव अस्ति महोदय अस्तु अस्तु तथैव पठितं मया अस्तु धन्यवादः महोदय बालचित्री महोदय धन्यवादः रघुपति महोदय धन्यवादः अस्तु शैलजा भगिनी इदानीं तत्र ईकारान्त सरस्वती इति सरस्वती सरस्वत्यौ सरस्वत्यः सरस्वत्यै सरस्वतीभ्यां सरस्वतीभ्यः समीचीनं भगिनी गीताञ्जलि भगिनी पार्वती इति पार्वती पार्वत्यौ पार्वत्यः चतुर्थी विभक्ति पार्वत्यै पार्वतीभ्यां पार्वतीभ्यः समीचीनं रघुपति महोदय जननी जननी जननी जनन्यौ जनन्यः जनन्यै जननीभ्यां जननीभ्यः जननीभ्यः समीचीनं शीतल भगिनी तत्र देवी देवी देव्यौ देव्यः देव्यै देवीभ्यां देवीभ्यः देवीभ्यः समीचीनं बनचित्री महोदय भगिनी इति भगिनी भगिन्यौ भगिन्यः भगिन्यै भगिनीभ्यां भगिनीभ्यः भगिनीभ्यः समीचीनं भगिनीभ्यः समीचीनम् अस्तु इदानीं तत्र सामान्यरूपं तस्य पुनस्मरणं जातम्। इदानीं तत्र किं तत्र कन्दुकस्य क्रीडा अस्ति, तदनन्तरं उच्चैः इति अस्ति। अस्तु, तत्र कन्दुकक्रीडां प्रथमं कुर्मः, तदनन्तरं अग्रिम अभ्यासं कुर्मः। तत्र रघुपतिमहोदय आरम्भं करोति वा तत्र अभ्यासः इति सङ्ख्या 148 मध्ये। 148 मध्ये अभ्यासः रक्तवर्णे अस्ति। अस्तु अस्तु। कौरवपाण्डवानां कन्दुकक्रीडाप्रसङ्गे कः कस्मै कन्दुकं ददाति इति अत्र दर्शितमस्ति। तद्दृष्ट्वा यथोदाहरणं वाक्यानि लिखता। युधिष्ठिरः, नकुलः, सहदेवः, सुबाहुः, अर्जुनः, युयुत्सुः, भीमः, दुर्योधनः, सोमकीर्तिः, दुश्शला, विवत्सुः। उदाहरणं युधिष्ठिरः दुर्योधनाय कन्दुकं ददाति। युधिष्ठिरः दुर्योधनाय कन्दुकं ददाति। ओके, दुर्योधनः कीर्तिः अस्ति। अस्तु, सौम्यकीर्ति। इदानीं तत्र अग्रिमपुटे ईकारान्त उकारान्त तत्सर्वम् अग्रिमपुटे दत्तमस्ति। सोमकीर्तये, कीर्तये, अरि अरये, सोमकीर्तये कन्दुकं ददाति। हा, समीचीनं महोदय। अस्तु, शैलजा भगिनी अग्रिमं। नकुलः सहदेवाय कन्दुकं। न न न न भगिनी, तत्र विपरीततया तद् गच्छति इति। एतादृशमेव। क्षम्यतां, क्षम्यतां, क्षम्यतां। हा, अस्तु, युधिष्ठिरः दुर्योधनाय महोदय, इदानीं सोमकीर्ति किं पृष्टं महोदय? क्रमशः सोमकीर्ति नास्ति अत्र, नकुलः एव, अनन्तरं नकुलः सहदेवाय ददाति कन्दुकं ददाति। ओ, सत्यं सत्यं सत्यम्। अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु भगिनि, अतः तद् तादृशमेव कुर्मः। अस्तु भगिनि, शैलजा भगिनि, अतः पुनः भवती एव तत्र युधिष्ठिरः इति आरभ्य। युधिष्ठिरः नकुलाय कन्दुकं ददाति। अस्तु भगिनि, अस्तु। गीताञ्जलि भगिनि अग्रे। नकुलः सहदेवाय कन्दुकं ददाति। हा, यत्र धनमस्ति ददाति अस्ति, तत्र यस्मै धनं भवति तत्र यस्मै इति चतुर्थीविभक्तिरूपं, यः ददाति सः तु कर्ता, अतः प्रथमविभक्तिरूपं। हा, अस्तु, अरुणा भगिनि अग्रे। सहदेवः गुरवे, अतः सुबाहुः अस्ति चेत् किं भवति? कन्दुकं ददाति। समीचीनम्, अस्तु, भानुचितनी महोदय अग्रे। सुबाहुः महोदय, अर्जुनम्, अर्जुनः अग्रे। आहुः किं ददाति महोदय? कन्दुकं, कन्दुकं, अन्यत् किमपि न। एतत् युद्धप्रसङ्गः नास्ति महोदय, क्रीडाप्रसङ्गः अस्ति। सुबाहुः ईकारान्त उकारान्त कर्तृपदं, कर्तृपदम् अस्ति, कर्तृपदम्। अर्जुनम्, अर्जुन, इदानीं कन्दुकं सुबाहु कन्दुकं गृह्णाति, अग्रिम इदानीं तत् सः तत्र अग्रिमनाम अस्ति अर्जुनः, अर्जुनः। सुबाहुः अर्जुनाय कन्दुकं ददाति। हा, समीचीनं महोदय। अस्तु, रघुपति महोदय पुनः भवान् भवतु। अर्जुनः युयुत्सवे, युयुत्सवे कन्दुकं ददाति। हा, समीचीनं महोदय। हा, अस्तु, शीतल भगिनी अग्रे। सम्यक्, आं महोदय, युयुत्सुः भीमाय कन्दुकं ददाति। हा, भीमाय कन्दुकं ददाति। अस्तु, शैलजा भगिनी, इदानीं भीमः किं करोति? भीमः दुर्योधनाय कन्दुकं अस्मपि अन्यमपि ददाति. अस्तु अस्तु अस्तु अस्तु. गीताञ्जलि भगिनी, इदानीं दुर्योधनः दुर्योधनः सोमकीर्तये कन्दुकं ददाति. सोमकीर्त्ये कन्दुकं ददाति. अस्तु, अरुणा भगिनी अग्रे. सोमकीर्तिः दुःशालाय कन्दुकं ददाति. दुःशाला, दुःशला लिङ्गं किं, स्त्रीलिङ्गपदं? स्त्रीलिङ्गं ददाति. हा, समीचीनं भगिनि. अस्तु, हा, बाणचित्रि महोदय अग्रे. बिभित्सुः दुःशला कन्दुकं गृह्णाति. बिभित्सुः अग्रे. बिभित्सुः सम्यक्, बिभित्सुः. महोदय, दुःशला बिभित्सु. बिभित्सवे कन्दुकं ददाति. समीचीनम्. अस्तु, क्रीडा सम्पूर्णं इदानीं सम्पूर्णं नास्ति महोदय. ओ, बिभित्सुः अपि ददाति वा? अस्तु अस्तु अस्तु. रघुपति महोदय अग्रे. भवान् शीष्कारं कुर्वन् आसीत् न? सत्यं सत्यं. अस्तु महोदय, रघुपति महोदय, भवान् आरम्भं कृतवान्, समापयतु. तत्र बिभित्सुः. अस्तु, बिभित्सुः युधिष्ठिराय कन्दुकं ददाति. हा, इदानीं ते क्रीडन्ति, वयम् अन्यत्र गच्छामः. अस्तु अस्तु, हा, अग्रे. तत्र शीतल भगिनी अग्रे, अग्रिमपुटे पठति वा? तत्र एतानि वाक्यानि उच्चैः पठत. सत्यम्. एतानि वाक्यानि उच्चैः पठत. दाता यतये भिक्षां ददाति. हा, तत्र यतये इति अस्ति, तत्र प्रथमविभक्तिरूपं किम्? यतिः. हा, यतिः, समीचीनं भगिनि. यतिः, यतिः, समीचीनम्. अस्तु, यति इत्युक्ते यति, यति महोदय, यतिः, यति इति, हरिः, हरि इति, इकारान्त. अस्तु, यतिः. अस्तु, तर्हि अग्रे गीताञ्जलि भगिनि अग्रे. कृष्णः साधवे अभयं ददाति. हा, कृष्णः साधु, साधुः प्रथमविभक्ति, प्रथमविभक्तिरूपं, समीचीनम्. अस्तु, साधुः इति, समीचीनं. नूतनतया कः आगतवान्, आगतवती? अहमेव, तत्र सम्यक् नासीत् अतः. ओ, अस्तु अस्तु अस्तु भगिनि, अस्तु अस्तु अस्तु अस्तु. हा हा हा, इदानीं पश्यामि भवती. अस्तु अस्तु, समीचीनं भगिनि. अस्तु, इदानीम् अरुणा भगिनी अग्रे. प्रजापतिः कर्त्रे कर्मफलं ददाति. हा, तत्र कर्त्रे इति अस्ति, कर्त्रे. हा, तत्र प्रायशः, हा, तत्र अग्रिमपुटं पश्यतु भगिनि, अग्रिमपुटं पेज् 150 पश्यतु. तत्र तृतीयं, तत्र किम् अस्ति? कर्ता, कर्त्रे, कर्तृभ्यां, कर्तृभ्यः इति. अर्णा भगिनि पश्यति वा अग्रिमपुटं? हा, कर्त्रे इति चतुर्थीविभक्तिरूपं, कर्ता इति ऋकारान्तपदम्, कर्तृप्रातिपदं, समीचीनं. हा, सत्यं. हा, अस्तु, अग्रे बाणचरि महोदय. श्रीकृष्णः, श्रीकृष्णः द्रौपद्यै अभयं ददाति. हा, तत्र प्रथमविभक्तिरूपं? श्रीकृष्णाय द्रौपदी. न न न, श्रीकृष्णाय न, श्रीकृष्णाय न, श्रीकृष्णः ददाति. श्रीकृष्णाय कोऽपि न अभयं दत्तुं शक्नोति, खलु? महोदय, भवान् तर्हि किमिच्छति? किं करणीयं महोदय केवलं यत् रक्तवर्णे अस्ति तस्य प्रथमाविभक्तिरूपं वक्तव्यं महोदय तावदेव द्रौपदी तावदेव सुलभं अस्तु रघुपति महोदय अग्रे रोगी वैद्याय धन्यवादं समर्पयति अत्र वैद्यः वैद्यः अकारान्त पुल्लिङ्गशब्दः अस्तु अस्तु तर्हि अग्रे शैलजा भगिनी नायकः चम्बै अस्माकं ददाति उत्साहं ओ उत्साहं ददाति चमूः तत्र चमूः इति स्त्रीलिङ्गपदं स्त्रीलिङ्गपदं चमूः अग्रिमपुटे दत्तं दत्तं किन्तु लिङ्गं तत्र न दत्तं चमूः इति स्त्रीलिङ्गपदम् अस्ति चमू चम्बौ चम्बः पुटसङ्ख्या 13 मध्ये अस्ति 13 तत्र दत्तम् अस्ति चमूः इति स्त्रीलिङ्गपदं समीचीनं भगिनि नायकः चम्बै उत्साहं ददाति सर्वे अवगच्छन्ति खलु तत्र अस्तु शीतल भगिनी अग्रे महोदय पुत्रः मात्रे फलं ददाति पुत्रः माता तत्र माता इति माता मात्रे मातृभ्यां मातृभ्यः समीचीनं भगिनि मातृभ्यः इति तत्र दत्तमस्ति अस्तु मात्रे मातृभ्यां मातृभ्यः इति समीचीनं भगिनि अस्तु गीताञ्जलि भगिनी अग्रे नेता प्रतिनिधये उपायनं ददाति प्रतिनिधिः इति पुंलिङ्ग पदमस्ति महोदय प्रतिनिधिः प्रतिनिधिः अत्र प्रायशः पुल्लिङ्ग एव अस्ति इति मन्ये अत्र प्रतिनिधिः इति पुल्लिङ्गपदमेव हरिवत् कविवत् अस्तु अग्रे अरुणा भगिनी अग्रे गुरुः वटवे आशिषं ददाति गुरुः तत्र वटवे इति वटवे इति प्रथमाविभक्तिरूपं किं वटु वटुः उकारन्त पुल्लिङ्गं वटुः इत्युक्ते महोदय तत्र यतिः इति तत्र ब्रह्मचारी इति उपनयनं भवति चेत् तर्हि सत्यं बालकः न उपनयनान्तरं वटुः इति नामकरणं यः सन्ध्यावन्दनं करोति इति अग्रे बनचित्रि महोदय भक्तः मूर्तये पुष्पम् अर्पयति तत्र मूर्तिः इति इकारान्त पुल्लिङ्गं पुल्लिङ्गपदं समीचीनम् अस्तु अग्रे रघुपति महोदय आपणिकः उपभोक्तु ददाति उपभोक्ता उपभोक्तृ इति प्रातिपदिकं पुल्लिङ्ग अस्तु शैलजा भगिनी अग्रे कृषकः धेनवे तृणं ददाति धेनुः स्त्रीलिङ्गपदम् उकारान्तम् ह्रस्व उकारान्तं तत्र धेनवे इति एकं रूपम् अस्ति अन्यत् रूपं किम् अस्ति अग्रिमपुटे दत्तमस्ति तत्र पश्यतु तत्र अपि धेनवे तत्र ह्रस्व इकार स्त्रीलिङ्गे अपि ह्रस्व उकार स्त्रीलिङ्गे एकवचने चतुर्थीविभक्ति अपि तत्र पञ्चमी षष्टि तत्र रूपद्वयम् अस्ति पुल्लिङ्गे अपि अस्ति इति दत्तमस्ति धेनु अस्ति, धेनवे एक एक एव अस्ति पुल्लिङ्ग अस्ति इति, स्त्रीलिङ्ग अपि अस्ति पुल्लिङ्ग अपि अस्ति इति. परन्तु रूपं तु पदं तु स्त्रीलिङ्गपदमेव, पुल्लिङ्गवत् धेनवे स्त्रीलिङ्गवत् धेन्वै. अत्र अहं चिन्तयामि तत्र रूपम् इदानीं तत्र अग्रिमपुटे कोष्टकं दृष्ट्वा प्रायशः मूर्तिः अपि स्त्रीलिङ्गे एव अस्ति इति मन्ये तत्र. आमां मूर्तिभ्यः मूर्ति तत्र गुरुभ्यः मूर्तये इति रूपद्वयम् अस्ति, अतः प्रायशः स्त्रीलिङ्गपदमेव अस्ति तत्. आमां किन्तु यतः कृष्णमूर्ति इति तत्र समस्तपदं भवति, तत्र पुल्लिङ्गरूपं भवितुम् अर्हति इति मन्ये. किन्तु केवलं मूर्तिः अस्ति चेत् प्रायशः स्त्रीलिङ्गमस्ति इति. अस्तु अग्रे शीतल भगिनी. श्वश्रुः वस्त्वै कङ्कणानि ददाति. हा तदपि वधु इति किं लिङ्गमेव, स्त्रीलिङ्गमेव. हा चमूवत् वधु अपि चमु समानं. वधु दीर्घ महोदय, दीर्घ दीर्घ. हा सत्यं, वधु वधु अपि चमू दीर्घ उकारान्तपदं. हिन्दी हिन्दी मध्ये ह्रस्व, हा किन्तु संस्कृते दीर्घ उकारान्त. हा इदानीन्तनकाले पुल्लिङ्ग अपि भवितुम् अर्हति इति वा? वधु न न इदानीन्तनकाले अहं वदामि. अस्तु अस्तु अस्तु. हा अग्रे गीताञ्जलि भगिनी अग्रिमं अन्तिमं. हा देवः भक्ताय वरं ददाति भक्तः, भक्तः इति समीचीनम्. अस्तु अग्रे तत्र किमपि नास्ति, तत्र रूपाणि दत्तानि सन्ति, एकवारं पश्यन्तु. तत्र सर्वे सामान्यरूपमेव इति मन्ये. तत्र धेनुः उकारन्त, गुरुः अपि बन्धुः, युयुत्सुः, तत् मूर्तिः इति पुल्लिङ्गम् अपि च स्त्रीलिङ्गं रूपं द्वयमपि अस्ति इति अहं जालपुटे दृष्टवती इदानीम्. अस्तु धन्यवादः भगिनी. हा अस्तु अस्तु अतः अस्तु अस्तु तर्हि. हा समीचीनम् अस्तु. तत्र धेनुः चमूः अस्तु. तत्र केवलं मतिशब्दः अस्ति चेत् तत्र रूपद्वयमस्ति एकवचने, अपि धेनुः अस्ति चेत् तत्रापि रूपद्वयमस्ति एकवचने इति तावदेव. अस्तु इदानीं तत्र द्वितीयाभ्यासः तत्र किमपि नास्ति, तदेव अस्ति इति कृत्वा अग्रे पश्यामः. तत्र तृतीय अभ्यासं कुर्मः इदानीं. महोदय वदतु भगिनि. वारि क्षम्यतां भगिनि. हा हा हा हा वारि. हा वारि इति किं नपुंसकलिङ्गपदं. हा तत्र हा तत्र मनसि स्थापयन्तु. तत्र किं वारि इति दधि अपि वारि अपि किं मधु इति तत्र किं भवति? तत्र एकवचने चतुर्थीविभक्तिरूप विभक्तिरूपे किं भवति? नकारः. तत्र धत्ने वारिणे मधुने इति भवति केवलं तत्र एकवचने. हा दधिभ्यां दधिभ्यः, वारिभ्यां वारिभ्यः, मधुभ्यां मधुभ्यः, किन्तु एकवचने किञ्चित् भिन्नरूपम् अस्ति. दधि अस्ति दध्ने, वारि अस्ति वारिणे, मधु अस्ति मधुने. दधि वारिण् प्रातिपदिकं, वारि एव प्रातिपदिकं. तत्र ईकारान्त धदि अपि वारि वारि इति अस्ति महोदय. वारि द्वयमपि अस्ति अत्र अमरकोशे. वारि वर्ग अप् वार वारि सलिल वारि अपि अस्ति, वार अपि अस्ति. हा किन्तु अत्र इकारान्त नपुंसकलिङ्गपदम्. इकारान्त इकारान्त इकारान्त नपुंसकलिङ्गपदम् अपि मधु अपि उकारान्त नपुंसकलिङ्गपदम् इति मन्ये. अस्तु अस्तु तर्हि तत्र तदेव अग्रिम अभ्यासे एव अस्ति, किन्तु इदानीं तृतीय अभ्यासः कुर्मः. किं दत्तमस्ति भगिनि? शब्दमञ्जर्यां रूपम् अस्ति. समीचीनं भगिनि. अस्तु अस्तु इदानीं तत्र कः भानुचतनी महोदय अग्रिमं तृतीय अभ्यासः आरम्भं करोति वा तत्र? महोदय 151 आवरणे विद्यमानस्य शब्दस्य चतुर्थीविभक्तिरूपेण रिक्तस्थानानि पूरयत. मात्री पुत्राभ्यां पुत्रौ खाद्यं ददाति. पुत्रौ इति आवरणे अस्ति, तस्य चतुर्थीविभक्ति बहुवचनं. घटः अश्वौ जलं दत्तवान्. घटः अश्वाभ्यां जलं दत्तवान्. हा समीचीनं महोदय. हा समीचीनम्. अस्तु अग्रे शीतल भगिनी द्वितीयम्. सः मित्रे पुस्तकं ददाति. सः मित्राय न. तत्र वचनं किं? वचनं किं? मित्रे इति अस्ति, तत्र रूपं किं भवति? मित्रं, मित्रे, मित्राणि, मित्रभ्यां. मित्राभ्यां द्विवचने अस्ति. मित्राणि. मित्राभ्यां पुस्तकं ददाति. सः मित्राभ्यां पुस्तकं ददाति. समीचीनम्. अस्तु शैलजा भगिनी अग्रे. अनुजा बन्धुभ्यां मधुरं दत्तवती. बन्धु इति द्विवचनम् अस्ति, दीर्घम्, अतः बन्धुभ्यां. बन्धुभ्यामेव समीचीनं. हा द्विवचने अस्ति, समीचीनम्. अस्तु रघुपति महोदय अग्रे. एकं राजा उपायनानि ददाति. राजा गुरुभ्याम् उपायनानि ददाति. गुरुः गुरवः. अत्र दीर्घमस्ति इति कृत्वा द्विवचनं. समीचीनम्. अस्तु अरुणा भगिनी अग्रे. पितामहः पौत्रौ गीतं ददाति. पितामहः पौत्रभ्यां गीतं ददाति. पितामहः पौत्रभ्यां गीतं ददाति. समीचीनं भगिनि. पौत्रः इति अकारान्तपदं नास्ति वा? पौत्रः इति अकारान्त रामवत् पौत्र. किन्तु तत्र पौत्रभ्याम् एव भवति खलु? अकारान्त पौत्रः पितामहः पुत्रस्य पुत्रः पौत्रः. तत्र पौत्रभ्याम् इति अस्तु अस्तु सत्यं सत्यं भगिनि. पौत्राभ्याम् इति रामाभ्याम्. अरुणा भगिनी पुनरेकवारं वदतु भगिनि. अहं भ्रातारौ वस्त्राणि यच्छामि. न पितामहः पितामहः पौत्राभ्यां गीतां ददाति. समीचीनं भगिनि. अत्र महोदय पौत्राभ्यां त्र इति ऋकार स्वरः नास्ति महोदय, रेफ अस्ति. सत्यं सत्यं भगिनि. सत्यं सत्यं. पुत्रः यत्र यथा पुत्रे अस्ति तत्र तथैव पौत्रे अपि अस्ति. गीताञ्जलि भगिनी अग्रे. अहं भ्रातारौ भ्रातरौ भ्रातृभ्याम् अहं भ्रातृभ्यां वस्त्राणि यच्छामि. हा समीचीनं भगिनि. अस्तु अग्रे भानुचेतनी महोदय. एतत् भवतः वाक्यं महोदय. भानुचेतनी महोदय. महोदय क्षम्यतां महोदय, पुनरेकवारं पृच्छतु महोदय. हा सप्तमं तत्र भक्तः भक्तः मूर्ति पुष्पाणि समर्पयति. भक्तः मूर्तिभ्यां पुष्पाणि समर्पयति. हा किमर्थं मूर्ति मूर्तिभ्यां? मूर्तिः महोदय मूर्ति तत्तु बहुवचनं, मूर्ति इति बहुवचनम्, अतः तत्र भक्तः मूर्तिभ्यां पुष्पाणि समर्पयति. बहुवचनं किमस्ति? मूर्तिः मूर्तयः मूर्तयः द्विवचने. हा मूर्तिभ्यां समीचीनं महोदय, समीचीनं महोदय. अस्तु शीतल भगिनी अग्रे. आं महोदय, भवान् धेनुभ्यां तृणानि दत्तवान्. हा धेनुभ्यां तत्र धेनु इति वचनं किं? द्विवचनं. हा द्विवचनं. परन्तु धेनुभ्यां न भवति किल महोदय, ह्रस्वं प्राप्नोति. धेनुभ्यां तत्र दीर्घ उकारः नास्ति तत्र. सत्यं सत्यं, धेनवे धेनुभ्यां. हा धेनु इति रूपं तु अस्ति तत्र, किन्तु धेनुः धेनु धेनवः इति प्रथमा विभक्तौ, किन्तु अत्र धेनु इति दीर्घ उकारः अस्ति प्रथमविभक्तौ, किन्तु अत्र धेनुभ्याम् इति ह्रस्व उकारः. सत्यम्. अस्तु अग्रे रघुपतिमहोदय. कृष्णः मातरौ मातरौ इति अस्ति. मातरौ मातृभ्यां मातृभ्याम् इति भवति. कृष्णः मातृभ्यां वस्त्राणि दत्तवान्. समीचीनं. शैलजा भगिनी. पिता पुत्र्यौ शाटिकां दत्तवान्. पिता पुत्रीभ्यां शाटिकां दत्तवान्. पुत्री. हा समीचीनं भगिनी. नदी इति अस्ति तत्र, नदीभ्यां पुत्रीभ्यां शाटिकां दत्तवान्. समीचीनं समीचीनं भगिनि. अस्तु अग्रे गीताञ्जलि भगिनी अग्रिमम् आरम्भं करोति वा? आम् महोदय. एतस्य कोष्टकस्य सहायेन यथोदाहरणं वाक्यानि रचयत. उदाहरण गृहस्थः समीचीनं न मास्तु महोदय. समीचीनं समीचीनं भगिनि. गृहस्थः अतिथये आतिथ्यं ददाति. हा अतिथिः अस्ति तस्मै आतिथ्यम्. आतिथ्यम् इत्युक्ते अतिथये आतिथ्यम् इत्युक्ते हास्पिटालिटि. सत्यं भगिनि समीचीनं. हास्पिटालिटि इति. हा आतिथ्यं ददाति. अपि द्वितीय वाक्यं तत्र गृहस्थः. द्वितीयवाक्यं गृहस्थः अतिथिभ्यः आतिथ्यं ददाति. हा एकवचने बहुवचने बहुवचने. हा एकवचने एवं कुर्मः तत्र. हा अग्रिमं करोतु भगिनि तत्र रथिकः सारथिः सारथिः अतिथिः अस्ति तस्य रूपं अतिथये सारथये रथिकः सारथये किं ददाति महोदय रथिकः सारथये प्रग्रहं सारथये सारथये प्रग्रहं ददाति समीचीनम् अस्तु अग्रे रघुपति बहुवचनं न न बहुवचनं त्यजामः एकवचनं कुर्मः अस्तु रघुपतिमहोदय अग्रे महोदय गुरुः उपदेशं ददाति आशिषम् आशिषम् आशिषं वटु वटवे वटुः वटवे गुरुः वटवे आशिषं ददाति गुरुः वटवे आशिषं ददाति अस्तु तत्र अस्तु तर्हि तत्र वाक्यं पूर्णतया न वदामः किन्तु तत्र बहुवचने रूपं किम् इति तावत् वदामः वटवे इति एकवचने बहुवचने किं महोदय वटुभ्यः इति बहुवचने समीचीनम् अस्तु अरुणा भगिनी अग्रे माता शून्यवे दुग्धं ददाति बहुवचने माता शून शूनभ्यां शूनुभ्यां न न बहुवचने बहुवचने गुरुभ्यः भवति गुरुभ्यः बन्धुभ्यः सूनु अस्ति चेत् सूनवः सूनवः किं भवति गुरवः भवति न न तत्र गुरुः अस्ति चेत् बहुवचने गुरुभ्यः इति भवति माता शूनुभ्यः दुग्धं ददाति समीचीनं भगिनि अस्तु शीतल भगिनी अग्रे दाता इति रूपं जानाति वा भोक्ता इति पदं जानाति वा भोक्तृ ऋकारान्तपदं ऋकारान्त भ्राता इति अथवा कर्ता इति तादृशं कर्ता इति तादृशं करोतु भोक्त्रे भोजनं ददाति बहुवचने भोक्तृभ्यः भोजनं ददाति समीचीनं भगिनि समीचीनम् अस्तु शैलजा भगिनि अग्रे प्रकृतिः कर्त्रे अथवा कर्तृभ्यः प्रेरणं ददाति प्रेरणां स्त्रीलिङ्गे स्त्रीलिङ्गे अस्ति इति कृत्वा समीचीनं भगिनि अस्तु वनचतनी महोदय अग्रे महोदय नेता कविः कवये रङ्गवल्ली रङ्गवल्ली वा महोदय तदेव दत्तमस्ति चिन्तयामि किं रङ्गवल्ली ददाति रङ्गवल्लीं रङ्गवल्लीं कर्मपदं सत्यं क्षम्यताम् मेता कवये रङ्गवल्लीं ददाति मानपत्रमस्ति वा अस्तु अस्तु अस्तु हा अस्तु धन्यवादः तत्र किन्तु मानपत्रं हा एतत् समीचीनम् अस्ति अस्तु हा इदानीं वदतु महोदय मानपत्रम् इति उपयुज्य कवये मानपत्रं ददाति हा समीचीनं महोदय हा समीचीनम् अस्तु गीतञ्जलि भगिनी अग्रे कृषकः जन्तुः अत्र कृषकः जन्तवे आहारं ददाति हा बहुवचने बहुवचने कृषकः जन्तुभ्यः गुरुः गुरुभ्यः जन्तुः जन्तुभ्यः समीचीनं जन्तुभ्यः आहारम् आहारं ददाति ददाति समीचीनम् अस्तु अरुणा भगिनी अग्रे महोदय बहुवचनं मया न कृतं महोदय हा अस्तु अस्तु वदतु महोदय अस्तु अस्तु वदतु हा नेता नेता कविभ्यः हा कविभ्यः मानपत्रं ददाति हा समीचीनं समीचीनं महोदय हा कविभ्यः कविभ्यः मानपत्रं ददाति समीचीनं महोदय हा अरुणा भगिनी भवान् व्यक्तिः स्त्रीलिङ्गशब्दः हा स्त्रीलिङ्गशब्दः व्यक्तिः स्त्रीलिङ्गशब्दः अस्ति व्यक्तिः इति किं भवति तत्र रूपं स्त्रीलिङ्गपदं मति शब्दवत् अस्ति व्यक्त्यै अथवा व्यक्तये व्यक्तये व्यक्तये व्यक्त्यै अथवा व्यक्तये भवान् व्यक्तिभ्यः किं किं न न व्यक्तिभिः नास्ति तत्र तत्र मूर्तिः इति मूर्तिः इति रूपं पश्यतु भगिनि तत् पुटसङ्ख्या 150 मध्ये मूर्तिः इति तत्र रूपद्वयमस्ति एकवचने मूर्त्यै मूर्तये मूर्तिभ्यां मूर्तिभ्यः तत्र व्यक्तिः किं भवति अतः अथवा व्यक्तये व्यक्तये हा द्विवचने व्यक्तिभ्यां व्यक्तिभ्यः हा समीचीनम् इदानीं हा समीचीनं भगिनि इदानीं वाक्यं वदतु भवान् व्यक्तिभ्यः वस्त्राणि ददाति व्यक्तये व्यक्तये व्यक्तये बहुत्र वदामि भवान् व्यक्तये वस्त्राणि ददाति भवान् व्यक्तिभ्यः वस्त्राणि ददाति समीचीनं भगिनि समीचीनं हा अस्तु रघुपति महोदय अस्तु महोदय शिक्षकः अध्येत इति अध्येत्रे इति भवति अध्येत्रे पुस्तकानि ददाति अपि बहुवचने अध्येत अधि अध्यापनं करोति सर् अध्येतृ अध्येतृ इति अस्ति छात्रः अध्येत छात्रः एव अध्येतृभ्यां शिक्षक अध्येतृभ्यां पुस्तकानि ददाति. बहुवचने शिक्षक अध्येतृभ्यः इति पुस्तकानि ददाति. समीचीनं समीचीनं भगिनि महोदय. शीतल भगिनी अग्रे. आं महोदय, अध्यक्ष श्रोता अपि श्रोतृ ऋकारान्तपदं श्रोतृ श्रोत्रे उपायनानि ददाति. अध्यक्ष श्रोत्रे उपायनानि ददाति. अध्यक्ष श्रोतृभ्यः उपायनानि ददाति. हा इति समीचीनम् अस्तु. हा अतः तत्र यत्र ददाति इति क्रियापदं भवति तत्र तु चतुर्थीविभक्तिरूपं भवति एव. तस्मै ददाति अथवा तस्यै ददाति इति, अथवा प्रश्नः भवति चेत् कस्मै ददाति, कस्मै यच्छति, यच्छसि इति रूपं भवति. अस्तु अग्रे तत्र पश्यामः. तत्र अग्रिम तत्र एतद् रूपम् एकवारं प्रायशः यदा यदि पठामः प्रायशः तद् समीचीना एव भवति. अस्तु तत्र शैलजा भगिनी तत्र अग्रिमं तत्र एकवारं रूपं पठति वा तत्र. तस्मै ताभ्यां तेभ्यः स्त्रीलिङ्गे, तस्यै ताभ्यां ताभ्यः नपुंसकलिङ्गे, एतस्मै एताभ्यां एतेभ्यः स्त्रीलिङ्गे, एतस्यै एताभ्यां एताभ्यः पुल्लिङ्गे, कस्मै काभ्यां केभ्यः स्त्रीलिङ्गे, कस्यै काभ्यां काभ्यः पुल्लिङ्गे सर्व नपुंसकलिङ्गे सर्वस्मै सर्वाभ्यां सर्वेभ्यः स्त्रीलिङ्गे, सर्वस्यै सर्वाभ्यां सर्वाभ्यः त्रिषु लिङ्गेषु तुभ्यं युवाभ्यां युष्मभ्यं त्रिषु लिङ्गेषु मह्यम् आवाभ्याम् अस्मभ्यं पुल्लिङ्गे नपुंसकलिङ्गे च भवते भवद्भ्यां भवद्भ्यः स्त्रीलिङ्गे भवत्यै भवतीभ्यां भवतीभ्यः इति रूपं. तत्र किं तत्र केवलं तत्र तत् शब्दस्य पुल्लिङ्ग नपुंसकलिङ्गस्य एकं रूपम् अस्ति. तस्मै ताभ्यां तेभ्यः स्त्रीलिङ्गे तस्यै ताभ्यां ताभ्यः तत्र पूर्वं ए इति संयोजनेन एतद् इति पदस्य रूपं भवति. तदनन्तरं क इति त इति स्थाने ककारः भवति चेत् प्रश्नवाचकः भवति. इदानीं नूतनं किम् अस्ति तत्र तादृशमेव रूपं सर्वः इति स्थापयामश्चेत् सर्वस्मै सर्वाभ्यां सर्वेभ्यः सर्वस्यै सर्वाभ्यां सर्वाभ्यः इति भवति. तदनन्तरं तुभ्यं मह्यं तद् अवश्यं स्थापनीयमस्ति. तुभ्यं युवाभ्यां युष्मभ्यं तत्र तुभ्यम् इति तत्र विकल्पः अस्ति. अन्यत् रूपं कोऽपि जानाति वा तुभ्यम् इति? ते. यदि वयं वदामः नमस्ते इति तत्र ते इत्युक्ते विभक्तिका चतुर्थीविभक्तिरूपं. नमस्ते तुभ्यं नमः इति तत्र तुभ्यम् इति युवाभ्यां युष्मभ्यं तदनन्तरं मह्यम् आवाभ्यम् अस्मभ्यं तदनन्तरं भवते भवद्भ्यां मह्यम् अपि मे. सत्यं मे ददातु. समीचीनं. सत्यं नमस्तुभ्यमपि अस्ति महोदय. नमस्तुभ्यं समीचीनं. सत्यं महोदय चतुर्थी यादेवि सर्वभूतेषु. नमस्तु सत्यं महोदय. अपि भवत्यै तु जानीमः तत्र किं देवी दीर्घ नदी शब्दवत् भवत्यै भवतीभ्यां भवतीभ्यः इति. अस्तु तत्र तदेव एकवारं तत्र कुर्मः. तदनन्तरं तत् प्रयोगः अग्रे भवति. तत्र नमः रोचते अपि कृष्यति ईर्ष्यति द्रुह्यति असूयति इति. तत् एकवारं पश्यामः. तत्र अग्रिम अभ्यासः अरुणा भगिनी आरम्भं करोति वा? महोदय. सर्वनामशब्दानां चतुर्थी विभक्तिरूपेण यथा उदाहरणं रिक्तस्थानानि पूरयत. उदाहरणं सैनिकाः खिद्यन्ते, तेभ्यः ते आश्वासनं यच्छत. अवगच्छति खलु? सैनिकाः खिद्यन्ते, तेभ्यः आश्वासनं यच्छत इति. आश्वासनं अर्थं किम्? आश्वासनं आशा. आश्वासनं आश्वासनं फिल् देम् वित् कान्फिडेन्स् इति अर्थे. आश्वासनं राजकारण आश्वासनं आश्वासनं भरोसा. सत्यं. अस्तु, अरुणभगिनी प्रथमं करोतु तत्र. सेनाः सन्नद्धाः, ताः आयुधानि प्रयच्छत. ताः इति त्रीलिङ्गशब्दः, बहुवचनम्. अतः बहुवचनं ताभ्यः. ताभ्यः आयुधानि प्रयच्छत. हा, समीचीनं भगिनि. अस्तु, गीताञ्जलि भगिनि अग्रे. कृष्णार्जुनौ सेना मध्यम् आगतौ. तौ अवकाशं प्रयच्छत. तौ इत्युक्ते सह तौ ते शैलजभगिनी पठितवती एतत् सर्वं. ताभ्याम् अवकाशं प्रयच्छत. हा, ताभ्याम् अवकाशं प्रयच्छत. समीचीनं भगिनि. हा, अस्तु, रघुपति महोदय अग्रे. सा सात्विकी बुद्धिः तस्यै सदवकाशं कल्पयत. तत्र यत्र यच्छत, ददाति, प्रयच्छत, कल्पयत, तत्र सर्वत्र चतुर्थीविभक्तिरूपं भवति. हा, अस्तु, शीतल भगिनी अग्रे. एषः संसाररूपः अश्वत्थः एतस्मै असङ्गसत्रम् अलम्. हा, एतस्मै असङ्गसत्रम् अलम्. समीचीनं भगिनि. अस्तु, अग्रे शैलज भगिनि. सर्वे फलम् इच्छन्ति, कस्मै ददामि? सर्वे इति वचनं किम्? सर्वे फलम् इच्छन्ति पुल्लिङ्गपदं, परन्तु कः इति अस्ति एकवचनं. कस्मै ददामि? कस्मै फलम् एकमेव अस्ति, अहम् एक कस्मै ददामि. अस्तु अस्तु अस्तु अस्तु, कस्मै इति अस्तु अस्तु इति. समीचीनं भगिनि. अस्तु, समीचीनं समीचीनं. बहुवचने किं भवति तत्र? केभ्यः इति भवति. समीचीनं भगिनि. अस्तु, सत्यं. महोदय, पूर्वस्य वाक्ये अर्थः कः महोदय? अश्वत्थः वृक्षः, फिक् ट्री इति. संसाररूपी अश्वत्थः अस्ति, असङ्गशस्त्रेण वित् डिटाच्मेण्ट्. अलम् इत्युक्ते असङ्गशस्त्रेण दृढेन चित्वा. अलम् अलम् इति एकमेव पदं तत्र, अलम् इति विरामः तत्र न न भवितव्यम्. अस्तु, अग्रे गीताञ्जलि भगिनि. सर्वे धर्मपरायणाः सर्वे अत्र वचनं किं सर्वे इति सर्वे इति एकवचनं महोदय सर्वे इति एकवचनं वा पूर्व पूर्व वाक्यं धर्मपरायणाः इत्युक्ते बहुवचनं सर्वेभ्यः सहकारं प्रयच्छामः. हा, समीचीनं भगिनि, समीचीनम्. अस्तु, भानुचेतन महोदय, अन्तिमवाक्यम्. अहं पुस्तकप्रियः. मह्यं पुस्तकं यच्छत. हा, समीचीनं महोदय. अस्तु, हा, अस्तु. इदानीं तत्र आनयति इति तत् तस्मिन् अर्थे अपि चतुर्थविभक्तिरूपं भवति. तत्र अग्रिमपुटं पश्यामः. तत्र तत्र महोदय, भगिनि, षष्ठ अभ्यासः, पञ्च वाक्यं ददानि ददानि कस्मै ददानि इति इति वदतु, कस्मै ददानि इति वदतु इति कमपि पृच्छति प्रश्नं तत्र भवति. तत्र किं प्रश्नं कस्मै केभ्यः न तत्र सर्वे इच्छन्ति, सर्वे फलम् इच्छन्ति, किन्तु कः इति एकवचने दत्तमस्ति इति कृत्वा अपि एकमेव फलम् अस्ति इति अपि कृत्वा कस्मै ददानि इति उत्तरम् इति बहु फलानि सन्ति चेत् सर्वेभ्यः ददातु. हा, किन्तु तत्र प्रायः हा सत्यं सत्यं महोदय. ददानि किं वचनं महोदय? उत्तमपुरुषः. सत्यं ददानि ददा ददामः रूपं न स्मरामि, किन्तु तावत् तादृशमेव अस्ति. सत्यं महोदय. अस्तु, तत्र अहं चिन्तयामि तत्र किम् अग्रिममपि सर्वं कुर्मः वा? अस्तु, तत्र बहु किमपि अस्ति इति चिन्तयामि, किन्तु कुर्मः. किं महोदय? कथा नास्ति वा महोदय? कथा, हा, कथा कथा अस्ति, कथा अस्ति, तदेव कर्तुम् इष्टवन्ति. तदेव वयमपि अहमपि कर्तुम् इष्टवान्. तत्र अग्रिम अध्याये अव्ययानि इति कथा अस्ति, समीचीना कथा एव अस्ति, किन्तु तत्र चतुर्थीभक्ति तत्र दीर्घ एषः अध्यायः दीर्घः अस्ति. भवतः पार्श्वे अस्ति चेत् वयं पठामः महोदय. अत्र एव गीतसोपने एव अस्ति. न न, चतुर्थीविभक्ति कथा नास्ति, तत् अव्ययं कथा अस्ति. अतः एतत् समापय एतस्य अनन्तरमेव तत् कर्तुं शक्नुमः. किमर्थं चतुर्थीविभक्ति कथा नास्ति अत्र महोदय? अत्र नास्ति, किन्तु अग्रिमवर्गे प्रायशः एकं प्रेषयामि, एकं कथां प्रेषयामि, तत् कुर्मः. अस्तु, इदानीं तत्र तत्र प्रयोगः, तत्र चतुर्थीविभक्तेः प्रयोगः बहवः सन्ति. तत्र किं ददाति यच्छति इति दृष्टवन्तः. अपि अग्रिमपुटे पश्यतु, नमः इति तत्र चतुर्थी, रोचते इति तत्र चतुर्थी, अपि क्रुध्यति, ईर्ष्यति, द्रुह्यति, असूयति, तत्रापि चतुर्थी. अतः अहं चिन्तयामि एतत् कुर्मः, तत्र षष्ट सप्त अष्ट तद् गृहपाठरूपेण कुर्मः. अपि नवमः अपि गृहपाठरूपेण कुर्मः. तत्र केवलम् एकवारम् अवधेयम् इति यत् अस्ति तद् पठित्वा किमर्थम् इति दशमः तत्र गच्छामः. तत्र तस्य पूर्वं तत्र शीतल भगिनी तत्र पेज् 154 मध्ये अधोभागे अवधेयम् इति अस्ति, तद् एकवारं पठति वा? 154 अधोभागे नमः इति शब्दस्य अवधेयं. नमः इति शब्दस्य योगः यत्र तस्य शब्दस्य चतुर्थी विभक्तिः भवति, यथा हरये नमः इति अस्य प्रयोगे यस्मै रोचते तस्य चतुर्थी विभक्तिः भवति, यथा हरये भक्तिः रोचते. हा इति तद् गृहपाठरूपेण कुर्मः एतत् तत्र. अस्तु अग्रिम अभ्यासः तत्र महोदय तत्र 153 मध्ये तादर्थ्ये चतुर्थी इति अपि दत्तं तादर्थ्ये. हा हा तत्र अवधेयम् अत्र नास्ति, किन्तु तत्र उदाहरणमस्ति द्रोणाचार्यः पुत्राय कुन्तम् आनयति. हा आनयति इति अस्ति. हा कस्मै आवरणे दत्तमस्ति तादर्थे चतुर्थी इति दत्तमस्ति आवरणे. हा हा तावदेव दत्तमस्ति महोदय, तत्र अवधेयं किमपि नास्ति. हा किन्तु सत्यं, हा सत्यम्. अतः तत्र तत्र षष्ट सप्त अष्ट अपि नवमः अभ्यासः तत्र गृहपाठरूपेण कुर्मः. तत्र अवधेयम् इति अस्ति, तत्र कः एतावत् न पठितवान्? रघुपतिमहोदय तत्र अवधेयं पठति वा? 155 अवधेयं क्रुध्यति तदेव वा? सत्यं सत्यं. क्रुध्यति कुप्यति ईर्ष्यति दुह्यति दृश्यति असूयति इत्येतेषां प्रयोगः यत्र क्रियते तत्र क्रोधादीनां पात्रस्य चतुर्थी विभक्तिः भवति. उदाहरण रावणः रामाय क्रुध्यति ईर्ष्यति दृह्यति असूयति. यत्र यस्य कृते पात्रस्य चतुर्थी विभक्तिः भवति. यस्मै क्रोधं क्रोधः अस्ति अस्माकं तत्र चतुर्थी विभक्ति. तत्र रावणः रामाय क्रुध्यति, कंसः कृष्णाय क्रुध्यति इति तादृशरूपं भवति. तद् एकमस्ति, एकः प्रयोगः अस्ति. इदानीं किमर्थम् इति तत् तदपि नूतनप्रयोगः अस्ति. किमर्थं किमर्थं किमपि करोति अथवा किमर्थं गच्छति इति तत्र तत्रापि चतुर्थी विभक्ति उत्तरं भवति. तत् तत् पश्यामः. तत्र भानुचेतनी महोदय पठति वा तत्र? यतोदाहरणं वदत. सैनिकाः किमर्थं युद्धं कुर्वन्ति? सैनिकाः देशरक्षणाय युद्धं कुर्वन्ति. अतः किमर्थम् इति प्रश्ने सति उत्तररूपेण चतुर्थी विभक्ति पदं भवति तत्र. किमर्थं तत्र देशरक्षणाय युद्धं कुर्वन्ति. युद्धं कुर्वन्ति इति एतत् कुर्वन्ति, तस्य फलं किम् इत्युक्ते देशरक्षणं, देशरक्षणाय युद्धं कुर्वन्ति इति. अस्तु देशरक्षणाय, अन्यपक्षे देशविस्तारणाय. सत्यं भगिनि. हा हा हा सत्यं. सत्यं. भानुचेतनी कौरवाः पाण्डवाः किमर्थं कुरुक्षेत्रे समवेताः? कौरवाः पाण्डवाः युद्धं धर्मयुद्धाय कुरुक्षेत्रे समवेताः. कौरवाः पाण्डवाः धर्मयुद्धाय कुरुक्षेत्रे समवेताः. समीचीनं महोदय. हा अस्तु, अग्रे शीतल भगिनि. आम् महोदय. कृष्णः किमर्थं गीताम् उपदिष्टवान्? कृष्णः उपबोधनाय उद्बोधनाय उद्बोधनाय गीताम् उपदिष्टवान्. हा गीताम् उपदिष्टवान्. समीचीनं भगिनि. उद्बोधनाय इत्युक्ते महोदय उद् इति उपसर्ग किमर्थं महोदय? उद्बोधनाय कोऽपि वदति वा? उद्बोधनाय जनयितुम् उद्बोधनं जनयितुं ज्ञानं जनयितुम् उद्बोधनं उत् उत् अस्ति उपरि उत्थानं जनयितुम्. अस्तु महोदय, अत्र किमर्थम् अत्र तुमुनं तुमुनपि भवितुम् अर्हति किल महोदय? चतुर्थीविभक्तिरूपमपि तुमुन् रूपमपि सत्यं महोदय. सत्यं हा सत्यं. हा गीताञ्जलि भगिनी अग्रे. पर्यटकाः किमर्थं भारतम् आगच्छन्ति? पर्यटकाः समीचीनमेव किन्तु किन्तु अत्र न ज्ञानार्जनाय भारतम् आगच्छन्ति. भारतम् आगच्छन्ति. समीचीनं. अरुणा भगिनी अग्रे. सर्वे किमर्थं योगासनं कुर्वन्ति? सर्वे स्वास्थ्यवर्धनाय योगासनं कुर्वन्ति. समीचीनं भगिनि. स्वास्थ्यवर्धनाय रघुपतिमहोदय अग्रे. अस्तु महोदय. भारतीयाः किमर्थं प्रार्थनां कुर्वन्ति? भारतीयाः मानवकल्याणाय प्रार्थनां कुर्वन्ति. हा समीचीनं. शैलजा भगिनि अग्रे. आर्ताः किमर्थं देवं भजन्ति? आर्ताः आर्तिनाशाय अथवा दुःखकारणाय देवं भजन्ति. देवं भजन्ति. समीचीनं. शीतल भगिनि. आं महोदय. मुनयः किमर्थं तपः कुर्वन्ति? मुनयः मोक्षाय तपः कुर्वन्ति. मोक्षाय तपः कुर्वन्ति. समीचीनम्. अस्तु बालचितनि महोदय, अग्रिमपुटे अपि तत्र पश्यति पठति वा? महोदय, आर्ति इत्युक्ते आशा एव, डिसैर् फुल्फिल्मेण्ट्, डिसैर् नाशमपि करोति, फुल्फिल्मेण्ट् अपि भवति. आर्ति नाशः इति आशा न भवेत्, ज्ञानिनः आर्तिनाशाय देवं भजन्ति, परन्तु साधारणजनाः आर्ति पूरणार्थमपि देवं भजन्ति वा महोदय? सत्यं सत्यं भगिनि. तत्र आर्तिनाशाय एव समीचीनमस्ति, किन्तु सर्वे आर्तये आर्त्यर्थं देवं नमन्ति. सत्यं भगिनि. अर्थाः यत् यत् कष्टं पीडाम् अनुभवन्ति ते अपि अर्थाः एव. तदपि तत्रापि केवलं केवलं तत्र यदि त्रिषार्था दुःखितार्था सङ्कटग्रस्ता इति. अतः केवलम् एकम् एव दृष्ट्या न वक्तुं शक्नुमः. शुद्धार्थ. बालचतुर्नि महोदय अग्रे. महोदय, कोष्टकस्थपदानि उपयुज्य भवन्तः किमर्थं भगवद्गीतां पठन्ति इति यथोदाहरणं वाक्यानि वदत. उदाहरणार्थम्, अहं ज्ञानार्थं भगवद्गीतां पठामि. महोदय तदनन्तरं किं महोदय तत् कल्पते दैवी सम्पत् मोक्षाय कल्पते हा तत्र ज्ञानार्थम् इति रूपं भवति ज्ञानाय ज्ञानाय अपि वयं वक्तुं शक्नुमः पठामि इति तत्र ज्ञानाय इति भवति सिद्धिः अस्ति चेत् तत्र चतुर्थीभक्तिरूपं किम् अस्ति वदतु महोदय वदतु अहं सिद्धिः अतः सिद्ध्यै भगवद्गीतां पठामि सिद्धिः सिद्ध्यै स्त्रीलिङ्गे सिद्धये हा मतिः शब्दो स्त्रीलिङ्गपदमस्ति इति कृत्वा सिद्धये अथवा सिद्ध्यै भगवद्गीतां पठामि पठामि समीचीनं हा आत्मविकासः तत्र किं भवति आत्मविकासाय भगवद्गीतां पठामि शुद्धयै महोदय श्रीलिङ्गै शुद्धिः स्त्रीलिङ्गमिति रूपद्वयं भवति शुद्धये स्त्रीलिङ्गमस्ति विशेषणमस्ति शुद्धये शुद्ध्यै इति अस्तु धर्मरक्षा इति तत्र धर्मरक्षणाय न रक्षा केवलं रक्षा धर्मरक्षायै सन्तृप्तिः सुखाय आनन्दमिति अपि पुण्यार्जनं पुण्यार्जनाय इति हा समीचीनं हा तत्र तत्र किं किमर्थम् इति यथा प्रश्नः भवति तत्र उत्तर उत्तरे चतुर्थीविभक्तिः अपि भवितुम् अर्हति चतुर्थी किमर्थम् इत्युक्ते सुखाय अथवा पुण्यार्जनाय अथवा ज्ञानाय इति तादृशरूपं भवितुम् अर्हति तादृशमेव अत्र कल्पते इति तत्र अग्रिम पठामः तत्र निमिषद्वयमस्ति तत्र एकवारम् अग्रिममपि पठामः तत्र शैलजा भगिनी पठति वा अग्रे एतानि वाक्यानि इति कल्पते इति शैलजा भगिनी अस्ति वा दैवी सम्पत् मोक्षाय कल्पते परधर्माचरणं पापाय कल्पते मात्रा स्पर्शाः यं न व्यथयन्ति सः अमृतद्वाय कल्पते स्वधर्माचरणं कीर्तये कल्पते गीताध्ययनम् आत्मविकासाय कल्पते भक्तियोगेन यः सेवेत सः ब्रह्मभूयाय कल्पते हा तत्र केवलम् एतद् वदामि तत्र कल्पते अस्ति चेत् तत्र किं भवति तत्र अन्यत् उदाहरणं वदामि सिद्धता परीक्षायां साफल्याय कल्पते तत्र परीक्षायां साफल्यम् आवश्यकमस्ति अतः किं करणीयं सिद्धता सिद्धता अस्ति चेत् किं भवति परीक्षायां साफल्यं साफल्यम् अतः फलं यत् अस्ति तत्र चतुर्थीविभक्तिरूपं भवति तत्र मोक्षाय इति अस्ति मोक्षमिति फलं देवीसम्पत् किं करोति मोक्षं देवीसम्पत् मोक्षाय कल्पते देवीसम्पत् अस्ति चेत् मोक्षं फलं देवीसम्पत्तिः तस्य मोक्ष तस्य फलं मोक्षं स्वधर्माचरणस्य फलं कीर्तिः, गीताध्ययनस्य फलम् आत्मविकासम् आत्मविकासः इति. तत्र फलं यत् अस्ति तत् चतुर्थीविभक्ते भवति. व्यायायम् आरोग्याय कल्पते इति तादृश उदाहरणानि सन्ति. अस्तु तर्हि तत्र जायते अपि तादृशं वा महोदय? तत्र जायते प्रायशः कारणकार्य केवलं कल्पते इति अस्ति चेत् कल्पते इति एनेबल् तत्र तत् किं तत्र कारणकार्यभावः अस्ति, तत्र कोऽपि सम्बन्धः अस्ति अत्र. परन्तु क्रोधात् किमपि आशा अस्ति चेत् सर्वं क्रोधं दुःखं जनयति इति आगच्छति. किन्तु कल्पते इति समर्थं सक्षम् इति तत्र किञ्चित् भेदः इति अस्ति इति मन्ये भगिनि. दृष्ट्वा चर्चयामः अग्रिमवर्गे. सम्यक्तया न जानामि यदि जायते तत्र भवति न वा इति. अग्रिमवर्गे चर्चां कुर्मः, दृष्ट्वा वदन्तु सर्वे, अहमपि पश्यामि. अस्तु तर्हि तत्र चतुर्थीविभक्तेः प्रयोगाः बहवः सन्ति, केचन वयं दृष्टवन्तः अत्र, किन्तु अन्यत् तत्र केचन वयं गृहपाठरूपेण कुर्मः. अपि अग्रिमवर्गे एतत् समापयित्वा तत्र अव्ययानि इति विषयः भवति अग्रिमवर्गे. अस्तु अस्तु तर्हि प्रश्नः अस्ति वा? अस्तु, सर्वेभ्यो नमः. अग्रिमवर्गे मिलामः. धन्यवादः. धन्यवादः. नमस्कारः. नमस्कारः. नमस्कारः.